जानामनरस्य रूपमधिकम् प्रच्छन्न गुप्तम् धनम् वीत्याभोगकरी यशः सुखकरी वीत्या गुरूणाम् गुरुः वीत्या बन्धुजनो विदेशगमने वीत्या परा देवता वीत्या राजसुपूज्यते न हि धनम् वीत्या विहीनः पशुः। धन्यवादाः। अस्माकं विषयः तु लृट्लकारः, अनद्यतनभविष्यत्कालम् आद्यतनभविष्यत्कालम् द्वयोः प्रसङ्गः यत्र अस्ति तत्र लृट्लकारः प्रयुज्यते। प्रवर्तमानः विषयः तु लृट्लकारः। गते वर्गे अलम् इति पदस्य प्रयोगे काचित् चर्चा आगता, तदर्थं स्क्रीन् शाट् द्वयं प्रेषितवती, करपत्रं नास्ति, स्क्रीन् शाट् प्रेषितवती। अलं पदस्य प्रयोगः कथं भवति? उपपदतृतीयाविभक्तेः प्रसङ्गे अपि अलं शब्दस्य प्रयोगः भवति, उपपदचतुर्थीविभक्तिः तस्य प्रयोगे अपि अलं पदस्य प्रयोगः भवति। आहत्य निषेधार्थक अलं शब्दस्य प्रयोगः यत्र भवति तत्र तृतीयाविभक्तिः भवति, अलं कोपेन, अलं क्रोधेन एवं भवति। पर्याप्त्यर्थक अलं शब्दस्य योगेन चतुर्थीविभक्तिः भवति। पर्याप्तम् इत्यस्मिन् अर्थे अलं शब्दस्य प्रयोगः भवति चेत् तदा चतुर्थीविभक्तिः भवति। भीमः दुर्योधनाय अलं, तत्र चतुर्थीविभक्तिः अस्ति। अलं शब्दस्य प्रयोगः द्विधा भवितुमर्हति, उपपदतृतीयाविभक्तेः प्रसङ्गे, उपपदचतुर्थीविभक्तेः प्रसङ्गे भवति। भवन्तः सर्वे स्क्रीन् शाट् पश्यन्तु, तत्र कानिचन वाक्यानि सन्ति, विषयान्तरमस्ति चेदपि किञ्चित् चिन्तनं करवाम। गीताञ्जलि भगिनी, भवत्याः पुरतः स्क्रीन् शाट् अस्ति वा? प्रथमं वाक्यं पश्यतु, सूचना दत्ता, सूचनां पश्यतु। इत्युक्ते निषेधार्थक इति भगिनि, निषेधार्थकः अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति। पर्याप्तार्थकस्य अलं शब्दस्य योगे तु चतुर्थी भवति इति। उदाहरणं, बालाः तूष्णीं तिष्ठन्तु, अलं कोलाहलेन इति तु तृतीया अस्ति, प्रयुज्यते साधारणतया निषेधार्थकशब्द अस्ति चेत् तृतीया इत्युक्ते अलं कोलाहलेन। कोलाहलः इति पुंलिङ्गपदं खलु? कोलाहलेन इति तृतीया। तूष्णीम् इति कीदृशं पदम्? तूष्णीं कर्मपदमस्ति, तूष्णीं तिष्ठन्तु। स्थाधातुः अकर्मकधातुः, तदा कर्मपदं भवति वा? ओ हा, स्थाधातु तु अकर्मक अस्ति। तूष्णीम् इति अव्ययपदमस्ति वा इति मम चिन्तनम्। तूष्णीम् इत्युक्ते किम्? तूष्णीम् इत्युक्ते मौनम्। मौनमेव तूष्णीं भावः इति एकं पदमस्ति, इत्युक्ते मौनावलम्बनम्। कोलाहलः बहुविधप्रकारकः अव्यक्तध्वनिः एव कोलाहलः खलु? सत्यं, पुनः वदतु भगिनि। बहुविधप्रकारक अव्यक्तध्वनिः, अव्यक्तध्वनिः, सत्यं, लौड् कन्फ्यूसिङ्ग् नाय्स्। सत्यं सत्यं, बहु सुन्दरमेव। अग्रे करोतु, वाक्यानि पूरयतु। यथा जल्पनम्, अयि भगिन्यः अलं जल्पनेन, निषेधार्थक। जल्पनम् इति पदमस्ति, कीदृशं पदम्? जल्पनं ल्युडन्तं वा? पुनपुंसकलिङ्गम् अस्ति, ल्युडन्तम् अस्ति चेत् जल्पनं, जल्पनेन तृतीया अस्ति। अयं धातुः भवादिगणे अस्ति, लटिरूपाणि कीदृशानि भवन्ति? जल्पनं, जल्पति वा? उत्तमं, जल्पति जल्पतः जल्पन्ति जल्पन्ति वयं व्याकरणवर्गे पठितवन्तः शाकन् इति एकः प्रत्ययः अस्ति शाकन् प्रत्यये आक इति रूपम् अवशिष्यते जल्प इति धातुतः शाकन् प्रत्ययस्य योजनेन जल्पाक इति प्रातिपदिकं सिद्ध्यति जल्पाकः इत्युक्ते कः ओ अस्तु जल्पाकः इत्युक्ते अधिकं कथं वदामः जलं तु न गोमति भगिनी जल्पनम् इत्युक्ते किं जल्पनम् इत्युक्ते अधिकवचनं वितौट् एनी प्रापर् मीनिङ्ग् किमपि वदनं वाचालत्वम् एव जल्पनं यः जल्पनं करोति सः जल्पाकः स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् जल्पाकी जल्पा वा भगिनि जल्पाकः वा जल्पाकः अस्तु जल्प इति धातुः भुवादिगणे अस्ति तादृशधातोः परं शाकन् इति प्रत्ययः अस्ति वयं पठितवन्तः खलु शाकन् प्रत्यये शकारः शः प्रत्ययस्य इति सूत्रेण इति संज्ञकः भूत्वा अपगच्छति आक इति एव प्रत्ययस्य निरनुबन्धरूपम् अस्ति जल्प् योगः आक जल्पाक इति रूपम् अस्ति प्रातिपदिकम् इदं पदं स्त्रीलिङ्गे पुंलिङ्गे अपि भवितुं शक्नोति जल्पाकः इत्युक्ते वाचालः जल्पनम् इत्युक्ते वाचालत्वं यः जल्पनं करोति सः जल्पाकः शाखा कीदृशप्रत्ययः शाकन् धातुतः विहितः प्रत्ययः कृत् आर्धधातुककृत् जल्प् इति धातुः अस्ति धातुतः विधीयमानः प्रत्ययः शाकन् तत्र षित् अस्ति चेत् षित् इत्यस्य प्राधान्यं किम् इति प्रश्ने सति प्रत्ययः षित् अस्ति खलु षित् अस्ति इति कारणतः षित् गौरादिभ्यश्च इति सूत्रेण नीष् प्रत्ययः विहितः भवति इति कारणतः स्त्रीलिङ्गे जल्पाकी षित् अस्ति चेत् कीदृशस्त्रीप्रत्ययः तस्मात् परम् आयाति इति चिन्तनम् आरब्धं भवति तत्र शाकन् इत्यत्र निरनुबन्धप्रत्ययः कः भवति वदतु सकारलोपः पूर्वम् उच्यते नकारः हलन्तम् इत्यनेन उत्तमो नकारः हलन्त्यम् इत्यनेन अपगच्छति षकारः शः प्रत्ययस्य सूत्रेण अपगच्छति प्रत्ययस्य निरनुबन्धभागः आक जल्प् धातुः योगः आक जल्पाक जल्पाक इति प्रातिपदिकमस्ति तत्र केचन धातवः सन्ति तेभ्यः धातुभ्यः परम् एव अयं प्रत्ययः विहितः भवति इत्युक्ते सर्वे प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते केचन प्रत्ययाः सर्वेभ्यः धातुभ्यः विधीयन्ते किन्तु केचन अन्यप्रत्ययाः केवलं विशिष्टेभ्यः धातुभ्यः एव विहिताः भवन्ति शाकन् प्रत्ययः विशिष्टधातुभ्यः एव विधीयते गीताञ्जलि भगिनी अग्रिमवाक्यं करोतु अतिविस्तरः किमपi वाक्यं योजयामि वा भगिनि रचयतु किमपि रच अस्तु अतिविस्तरः कथं हे बाले अलम् अतिविस्तरेण हे बाल अलम् अतिविस्तरेण कस्मिन् प्रसङ्गे वक्तुं शक्नोमि एवं कस्मिन् प्रसङ्गे इत्युक्ते तत्र सन्दर्भः कः अतिविस्तरः मास्तु इति अतिविस्तर इत्युक्ते लघु अलम् अतिविस्तरेण भगिनि अत्र णत्वं किमर्थमस्ति अतिविस्तरेण तत्र नकारस्य पूर्वं वर्णः रेफा अस्ति चेत् रसाभ्यां नोणः किन्तु विस्तरेण मध्ये तु ए आयाति चेत् अट्कुप्यां वाङ् नुं व्यवायेपि इति सूत्रेण नक् दन्त्यनकार मूर्धन्यणकारः भवति. अतिविस्तरेण इत्यत्र निषेधार्थक अलं शब्दस्य प्रयोगः अस्ति. अतिविस्तरेण, अति उपसर्गपूर्वकः, वि उपसर्गपूर्वकः, स्तृ इति धातुः अस्ति. स्तृधातुतः घञ् योजनेन विस्तारः इति रूपं सिद्ध्यति. विस्तरः भिन्नं पदं, विस्तारः भिन्नं पदं. वि उपसर्गपूर्वकः स्तृधातुतः घञ् प्रत्ययस्य योजनेन विस्तारः, किन्तु अत्र विस्तरः इति एव लिखितम् अस्ति. साधु भगिनी. सूर्यकुमारी भगिनी, भवती अग्रे पठतु भगिनि. वि योग स्तृयोग अप् भगिनि, ऋदोरप् इति सूत्रम् घञ् प्रतिपाद्य अप् भवति. ऋदोरप् इति सूत्रेण शब्दस्य विस्तारः इति अर्थे विस्तर इति रूपम्, अतिविस्तर. ऋदोरप् इत्युक्ते ऋकारान्तधातुः अस्ति इति कारणतः घञ् प्रत्ययस्य स्थाने घञ् इत्यस्य अपवादः एव अप् प्रत्ययः. इत्युक्ते ऋकारान्तधातुषु घञ् स्थाने अप् प्रत्ययः विहितः भवति इति कृत्वा वियोगः स्त्रूयोगः अप् विस्तरः. साधु भगिनी, धन्यवादः. अस्तु, अग्रे वदतु. माता वदति शिशुवः अलं सम्बोधनारूपं योजयतु. शिशो अलं शोकेन, अलं शोकेन. शिशुं प्रति माता वदति. शोकः इति कीदृशं पदं वदतु. शोकः शुच् इति धातुः अस्ति भगिनी. शुच् धातुः भुवादिगणे अस्ति. शुच् धातोः रूपं किं भवति भुवादिगणे अस्ति चेत्? गुण भवति शोख शोच्योगः. केवलं लट्लकाररूपं वदतु. सुच् धातुतः लट् रूपं किं भवति? शोचति. कथं भवति? शप् आयाति. सार्वधातुक अस्ति चेत् पुगन्तलघुपदस्य सूत्रेण सो भवति. सो शोच भवति. शोचयोगः शोच योगः ति शोचति. शोचति इत्युक्ते शोकं करोति, शोकः. शोचति इत्युक्ते थिङ्किङ्ग् इति अर्थः नास्ति तत्र. शोचति इत्युक्ते शोकः. शुच् धातोः रूपमेव शोकः. घञ् प्रत्ययान्तरूपम् अस्ति. गोमति भगिनी, कृपया वदतु. शुच् धातुः अस्ति, तस्मात् परं घञ् प्रत्ययः अस्ति. शुच् धातुः उदुपथ धातुः. सूत्रं न जानामि, परन्तु तत्र शु शो भवति इति जानामि. अत्र विशेषकार्यं किमपि नास्ति. किमर्थं चेत् अत्र धातुः लघुपदधातुः. लघुपदधातुः अस्ति, तस्मात् परं घञ् प्रत्ययः अस्ति. तत्र पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भूत्वा शुच् शोच् भवति. चकारस्य स्थाने ककारः कथम् आयाति? चोः कुः इति सूत्रेण चकारस्य ककारः भवति. शुच् अपि गुणः अपि भूत्वा शोक् इति भवति. शोकः. तादृशरीत्या इदं रूपं सिद्ध्यति. चित्तविकलता. उत्तमं. चित्तविकलता इति उक्तवती खलु. चित्तविकलता इति पदं कीदृशं पदम्? चित्तविकलता वा? चित्तविकलता इति आकारान्त स्त्रीलिङ्गं. चित्तस्य विकलता, वैकल्यं. चित्तस्य वैकल्यं यदा भवत् तदा चित्तवैकल्यं भवति. तदेव चित्तविकलता इति गुणः. उत्तमम्. अत्र भगिनी किम् उक्तवती पश्यन्तु सर्वे. शोकः इत्युक्ते चित्तविकलता. विकलता इति कीदृशं पदं? शोभा भगिनी वदतु. आं भगिनी, विकलता इति दीर्घताकारान्त अन्ते तल् प्रत्ययः नित्य स्त्रीलिङ्गे भवति. इतोपि कानिचन पदानि वदतु तादृशानि. सुन्दरता, क्रूरता, मधुरता. किं भगिनी साधु उक्तवती? चित्तविकलता. विकलता इति तल् प्रत्ययान्तपदं. त्वा प्रत्ययः अस्ति. त्वा प्रत्ययस्य योजनेन चित्तविकलत्वम् इति रूपं सिद्ध्यति. विकलत्वम् इति पदमपि समानार्थकमेव. विकलत्वं तादृशानि पदानि, अन्यानि पदानि वदतु शोभा भगिनी. तत्र पुनः सुन्दरता अस्ति चेत् सुन्दरत्वम् इति अपि भवति इति मन्ये. क्रूरत्वं, शूरत्वम्, अपि च धीरत्वं वा मधुरत्वं, तत्र भगिनी यत्र यत्र तल्प्रत्ययः भवति तेषां पदानां एतादृशं रूपमपि भवति किल? भवति. तल्प्रत्ययः अस्ति, त्वाप्रत्ययः अस्ति, अपि च श्यञ् प्रत्ययः अस्ति. गोमती भगिनी उक्तवती एव वैकल्यम् इति पदम् उक्तवती. चित्तवैकल्यम् इति पदं श्यञ् प्रत्ययान्तरूपम् अस्ति. आहत्य इमानि त्रीणि पदानि समानार्थकानि. चित्तविकलता, चित्तविकलत्वं, चित्तवैकल्यं. वैकल्यं तादृशानि पदानि कानिचन वदतु शोभा भगिनी. वैकल्यं तत्र शूरस्य भावः शौर्यम्. उत्तमम्. तत्र अस्तु, अहं चिन्तितवती ल्युडन्तम् इति. तत्र सर्वत्र श्यै इति प्रत्यय आगच्छति वा भगिनी? उष्णस्य भावः औष्णम् इति. औष्णीयम्. औष्णीयम्. अस्तु अस्तु, औष्ण्यम्. औष्णीयम्. औष्णीयम्. औष्णीयम्. धीरस्य भावः धैर्यम्. शूरस्य शौर्यम्. क्रूरस्य क्रौर्यम्. अपि च अधुना किं मनसि न आगच्छति. उत्तमं. तादृशानि पदानि सिद्ध्यन्ति. विरागस्य भावः वैराग्यम्. कल्यम् अपि च विकल्पस्य वैकल्प्यम् इति भवति वा? विकल्प इत्यस्य भावः वैकल्पिकम्. वैकल्पिकं भवति. अस्तु, किन्तु तत्र भिन्नप्रत्ययः अस्ति इति भाति. शोकः इत्युक्ते चित्तविकलता, चित्तविकलत्वं, चित्तवैकल्यं. हे बाल, अलं शोकेन इति माता वदति. सूर्यकुमारी भगिनी, भवती वदतु अग्रे किं लिखितम्? भगिनि, साहसं. साहसं अलं साहसं साहसेन. अलं साहसेन. साहसम् इत्युक्ते किं भगिनि? शक्ति. साहसं प्रयत्नं. साहसं भवती चिन्तयतु. वाक्यं तु साधु एव, अलं साहसेन इति साधु. साहसं प्रयत् अधिकप्रयत्नं. एड्वेञ्चर् खलु? एड्वेञ्चर्. अत्र इतोपि स्पष्ट अर्थः अस्ति. साहसम् इति कीदृशं पदं शोभा भगिनी ऊहां करोतु? साहसम् इत्युक्ते किमपि कार्यं कठिनम् अस्ति चेदपि प्रयत्नं करणीयम् अथवा कर्तव्यं. तर्हि तत्र धैर्यम् अपेक्षितम् अपि च इति वा? साहसम् इत्युक्ते साहसं कृतवान् इत्युक्ते किमपि कार्यं कर्तुं साहसं कृतवान् इति वाक्यं भवति. तदर्थ इति मन्ये भगिनि. गोमती भगिनी, भवती किञ्चित् वदतु. अहम् एकं वाक्यं लिखितवती भगिनी, शृणोतु कृपया. धावन्ति रेल् यानस्य उपरि युवाकः नृत्यन्ति अलं साहसैः. पश्यन्तु, इदं पदमपि तद्धितप्रत्ययान्तपदं. पूर्वं वयं कानिचन पदानि दृष्टवन्तः खलु, वैकल्यं, वैराग्यम्. एवमेव इदं पदमपि तद्धितप्रत्ययान्तपदं. तद्धितप्रत्ययान्तपदम् इत्युक्ते किं? प्रातिपदिकात् प्रत्ययस्य विधानं भवति. कृदन्तपदेषु धातुतः प्रत्ययस्य विधानं भवति, किन्तु अत्र प्रातिपदिकात् प्रत्ययः विधीयते. सहस् इति प्रातिपदिकात् निर्मितं पदं साहसं. सहस् इति प्रातिपदिकं, तस्य तृतीयान्तं रूपं सहसा. सहसा यत् क्रियते तत् साहसं. सहसा यत् क्रियते तत् साहसं. सहसा इत्युक्ते किम्? अनएक्स्पेक्टेड्लि, अब्रप्ट्लि, इफ् समथिङ्ग् इस् डन् दट् इस् साहसं. हठात् परिणामः अथवा अकस्मात् परिणामः इति अर्थः. मम आशयः अत्र किम् अस्ति? अस्य पदस्य रूढार्थः भिन्नः, योगार्थः भिन्नः. लोके तस्य अर्थः भिन्नरीत्या रूढिः अभवत्, किन्तु पदस्य योगार्थः भिन्नः. सहसा यत् क्रियते तत् साहसम्। किन्तु लोके कस्मिन् अर्थे अस्ति? अड्वेञ्चर् इत्यस्मिन् अर्थे अस्ति साहसम् इत्युक्ते। साहसम् इति पदं तद्धितप्रत्ययान्तपदम्। सूर्यकुमारी भगिनी एकं वाक्यं स्मारयतु। शिशुः बालकः साहसेन क्रीडति, शिक्षकः वदति अलं साहसेन। अग्रिमं पदमस्ति अविवेकिता, वदतु। अविवेकिता अविवेकिता स्त्रीलिङ्गपदं वा भगिनि? आकारान्तस्त्रीलिङ्गपदम् अविवेकिता। न जानामि भगिनि। एकं वाक्यं वदतु। अविवेकिता, सा अविवेकिता, अविवेकिता। तृतीयाविभक्तेः प्रयोगः भवति इदं पदं स्त्रीलिङ्गपदं। स्त्रीलिङ्गपदमस्ति इति कारणतः तृतीयान्तं रूपं कथं भवति? अविवेकित्या। पुनः स्पष्टतया अविवेकितया। अलम् अविवेकितया। शुभदा भगिनी अस्य पदस्य प्रसङ्गे किञ्चित् वदतु। अविवेकता वाक्यम्, एतत् वाक्यं भवितुम् अर्हति इति अहं चिन्तयामि। सङ्कटसमये अविवेकितया न भवतु, न वर्तताम् इति। सङ्कटसमये अविवेकिता मास्तु, तस्मिन् अर्थे एव अलं पदस्य प्रयोगं कृत्वा वदतु। सङ्कटसमयः अस्ति, अविवेकितया अलम् अविवेकितया। उत्तमम्। अत्र अविवेकिता इति पदम् अस्ति, तस्मिन् पदे किं किम् अस्ति वदतु। अविवेकिता इति अस्ति, तत्र तल् प्रत्ययः अस्ति नित्यस्त्रीलिङ्गे इति। तस्य विवेक तस्य भावः विवेकिता इति अस्ति इति मम चिन्तनम्। अविवेकिता इति तस्य नकारस्य इत्युक्ते नै समासः भवति वा न वा, न विवेकः अविवेकः इति, अविवेकिता इति विवेकः नास्ति चेत् तस्य भावः अविवेकिता इति वक्तुं शक्यते। तदेव तल् प्रत्ययान्तरूपमेव। विवेकिता इति पदस्य निषेधार्थकरूपं दत्तमस्ति, इत्युक्ते नञ् समासः अस्ति। यस्मिन् विवेकः नास्ति सः अविवेकी। विवेकी इति पदमस्ति भगिनी, विवेकी इति पदमस्ति चेत् तत्र प्रातिपदिकं किं भवति? विवेकिन् इति नकारान्त हलन्त्यम्। एकवारं रूपाणि वदतु। गुणि गुणिनौ गुणिनः तद्वत् एव, विवेकी विवेकिनौ विवेकिनः इति, विवेकिनं विवेकिनौ विवेकी। विवेकिन् इति नकारान्तपदमस्ति, प्रथमाविभक्ति एकवचनरूपं विवेकी गुणिशब्दवत् रूपाणि भवन्ति। विवेकिनः भावः विवेकिता। अहं चिन्तयामि विवेकित्वम् इति अपि भवितुं शक्नोति। यस्मिन् विवेकिता नास्ति तदेव अविवेकिता। धातुः कः अस्मिन्? किमपि धातुः अस्ति वा? विवेक इति पदं स्वीकृत्य द्रष्टव्यम्। विच् इति धातुः अस्ति वा? रुधादिगणीयधातुः अस्ति वा विच्? तत्तु न जानामि, किन्तु विच् इति आगतं। विच् इति अस्ति भगिनि, विच् इति रुधादिगणीयधातुः। आम्, डिवैड् टु सेपरेट् टु रिमूव् फ्रम् इति अर्थे। शुभदा भगिनी भवती जानाति वा, एकः श्लोकः अस्ति पञ्चतन्त्रम् इत्यस्मात् उद्धृतः श्लोकः अस्ति, यौवनं धनसम्पत्तिः प्रभुत्वम् अविवेकिता एकैकमपि अनर्थाय किमु यत्र चतुष्टयम्। श्रुतवती वा? श्रुतवती, परन्तु कण्ठस्थं नास्ति। उत्तमम्। बहु उत्तमः श्लोकः. पुनः वदामि, यौवनं धनसम्पत्तिः प्रभुत्वम् अविवेकिता एकैकमपि अनर्थाय किमु यत्र चतुष्टयम्. धातुः अस्ति भगिनी, विच्यति रुधादिगणीयधातुः अस्ति, तत्र श्नम् इति विकरणप्रत्ययः आयाति, तदनन्तरं मिदचौन्त्यात् परः इत्यनेन विञ्च् इति भवति, तत्र विवेकः इति तस्य वि उपसर्गपूर्वकः विच् धातुः, तस्य घञ् प्रत्ययः अस्ति इति चिन्तयामि. एकः प्रश्नः, यदा घञ् प्रत्ययः भवति तदा दीर्घादेशः भवति वा सर्वदा अथवा? घञ् इति कथनेन घञ् प्रत्ययस्य अवशिष्टभागः, निरनुबन्धभागः कः? घकारः लषक्वतधित इत्यनेन अपगच्छति, ञकारः इत्युक्ते चवर्गीय अन्तिमव्यञ्जनं हलन्तीमित्यनेन अपगच्छति, आ एव अवशिष्यते. घञ् प्रत्ययः इणित् प्रत्ययः, णित् प्रत्ययः इणित् प्रत्ययः धातोः परम् अस्ति चेत्, अदुपधधातुः अस्ति चेत् अत उपधायाः इत्यनेन कार्यं भवति, लघुपधधातुः अस्ति चेत् पुगन्तलघुपधस्य च इत्यनेन कार्यं भवति, अजन्तधातुः अस्ति चेत् अचो इणिति इत्यनेन कार्यं भवति. खलु वृद्धिः भवति इत्युक्ते अचो इणिति इत्यनेन अजन्तधातुषु वृद्धिकार्यम्, अदुपधधातुषु अत उपधायाः इत्यनेन वृद्धिकार्यमेव. अकारस्य वृद्धिः आकारः, किन्तु लघुपधधातुः अस्ति चेत् पुगन्तलघुपधस्य च इत्यनेन गुणकार्यमेव भवति. घञ् प्रत्ययात् पूर्वं कीदृशधातुः अस्ति इति द्रष्टव्यं, तदनुसृत्य तत्र कार्यं भवति. अन्तिमं पदमस्ति धावनं. शुभदा भगिनी वदतु. धावनम् इति तस्य धातुः अस्ति धाव् इति भुआदिगणीयधातुः, तत्र धावयोगः ल्युडन्तमस्ति, अत्र ल्युडन्तं ल्युट् इति प्रत्ययः, ल्युट् इति प्रत्ययस्य अत्र अन इति अवशिष्टभागः, अतः धावन इति भवति. अपि च ल्युट् प्रत्यये परे तत् नाम तु पदं तु नपुंसकलिङ्गं पदं भवति, अतः धावनम् इति भवति. अत्र धावनमित्यस्य प्रयोगः माता बालकं वदति, हे बालक अलं धावनेन, नो चेत् पतसि. इतोपि धावति चेत् भवान् पतेत्. जागरूकतया गच्छतु, मा धावतु, मा धावतु इत्यस्मिन् अर्थे अलं धावनेन. अस्य धातोः अर्थः कः इति दृष्टवती, गतिशुद्ध्योः इत्यस्मिन् अर्थे अस्य धातोः अर्थद्वयम् अस्ति इति भाति. गत्यर्थकधातुः अपि च शुद्धिः इत्यस्मिन् अर्थे अपि धातोः प्रयोगः भवति. किमर्थं वदन्ती अस्मि, दन्तधावनं पदम् अस्ति, तत्र शुद्धिः इत्यस्मिन् अर्थे, क्लीनिङ्ग् इत्यस्मिन् अर्थे अर्थः सिध्यति इति भाति. हे बाल अलं धावनेन, तत्र तु रन्निङ्ग् इत्यस्मिन् अर्थे एव. पश्यन्तु धावधातोः रूपं धावति, परि उपसर्गस्य योजनेन परिधावनं, परिधावति, अनुयोजनेन अनुधावति, अभियोजनेन अभिधावनं, प्रायोजनेन प्रधावनं, अनुधावति, परिधावति, प्रधावति, अभिधावति, इमानि पदानि साधारणानि. अग्रिमकरपत्रम् एकवारं पश्यन्तु. गोमति भगिनी भवती पठतु, अग्रिमे करपत्रे किं लिखितम्? अभ्यासः, यथोदाहरणं कोष्टकस्थैः शब्दैः वाक्यानि रचयत. अभ्यासः इति पदं कथं निष्पन्नं न जानामि भगिनी. अभि उपसर्गपूर्वकः, आस् धातुः घञन्तरूपमेव, यण्सन्धिकार्यमस्ति. भवन्तः सर्वे सम्यक् द्रष्टुं शक्नुवन्ति वा, अत्र रक्तवर्णैः लिखितानि कानिचन पदानि सन्ति, सम्यक् द्रष्टुं शक्नुवन्ति वा, स्पष्टतया द्रष्टुं शक्नुवन्ति वा? पठतु, अत्र कानि कानि पदानि सन्ति. प्रथमबिन्दु, यथोदाहरणं कोष्टकस्थैः शब्दैः वाक्यानि रचयत इति रक्तवर्णानि सन्ति. वैराग्यं, कामः, द्वन्द्वं, संशयः, अधर्मः, मोहः, अशान्तिः, युद्धम्, अश्रद्धा, अज्ञानं, निद्रा, प्रमादः, क्रोधः, दुःखं, भीतिः, आलस्यम्, ईर्ष्या, अहङ्कारः इति पदानि. सूचनां पठित्वा वाक्यानि पूरयतु। रजनी अभ्यासपुस्तके आचार्यस्य उपदेशं लिखति, तस्याः साहाय्यं कुरुता इति। रजनी इति पदमस्ति, कीदृशं पदम्? रजनी इति एक नाम अस्ति, रजनी इति स्त्रीलिङ्गपदमस्ति, रजनी इति तस्य अर्थः कः? रजनी इति या प्रकाशं ददाति इति वा? रात्रिः, रात्रिः आपोसिट्। रजनीकरः इत्युक्ते कः? चन्द्रः। रजनीचरः इत्युक्ते कः? राक्षसः। उत्तमम् उत्तमम्। अत्र रजनी इत्युक्ते रात्रिः। राजधातु इत्युक्ते प्रकाशकः। पदं कथं सिद्ध्यति इति अहं न जाने। रजनीकरः इत्युक्ते चन्द्रः, कीदृशसमासः अस्ति रजनीकरः इत्यत्र? रजनीकरः रात्रिं चरति, रात्रिं चरति वा? रात्रिं चरति इत्युक्ते द्वितीय तत्पुरुषः वा? बहुव्रीहि न। अहं किं पृष्टवती इत्युक्ते रजनीकरः, रजनीकरः इत्युक्ते चन्द्रः, रजनीं करोति इति विग्रहवाक्यं वक्तव्यं भवति। तत्र उपपदसमासः अस्ति, कुम्भं करोति इति कुम्भकारः, रजनीं करोति इति रजनीकरः, तत्र उपपदसमासः अस्ति। शास्त्रं करोति शास्त्रकारः, एवमेव अत्र रजनीकरः। रजनीचरः इत्युक्ते राक्षसः। अस्मिन्नेव अर्थे निशाकरः, भवती वदतु विग्रहवाक्यं। निशां करोति इति वा? निशां तदपि उपपदसमासः वा? उत्तमम्। रजनीकरः निशाकरः, अनयोः अर्थः तु चन्द्रः। भगिनि कुम्भं करोति इति कुम्भकारः, रजनीकरोति इति किमर्थं रजनीकरः? तत्र विशेषनियमाः सन्ति भगिनी। अत्र साहाय्यम् इति पदमस्ति, कीदृशं पदम्? सहायस्य भावः साहाय्यम्। उत्तमम्। तत्र अनचिच इति सूत्रेण द्विवारं यकारः आगच्छति वा? भवती किम् उक्तवती? सहायस्य भावः साहाय्यम्। इदं पदं तद्धितप्रत्ययान्तपदं, तद्धितप्रत्ययान्तरूपेषु आदिवृद्धिः भवति, तद्धितेषु अचाम् आदेः इति सूत्रेण आदिवृद्धिः भवति। मधुरस्य भावः माधुर्यम्, एवमेव सहायस्य भावः साहाय्यम्। प्रातिपदिकं किम्? सहाय, सहाय इति प्रातिपदिकं स्वीकृत्य इदं रूपं निर्मितम्, अतः सहायस्य भावः साहाय्यम्। आदिवृद्धिः इति कथनेन सा इत्यत्र अकारः अस्ति खलु, अकारस्य वृद्धिसंज्ञकवर्णः आ। अग्रे पठति साहाय्यमपि श्यञ्, तद्धितान्तं रूपमेव क्षञ् अस्ति इति चिन्तयामि। आचार्यः उक्तवान् यत् कोष्टके वैराग्यं, कामं, कामः, द्वन्द्वं, क्रोधः अस्ति वा? क्रोधः अस्ति, अलं क्रोधेन इति प्रथमवाक्यं दत्तम्। आचार्यः उक्तवान् यत् अलं क्रोधेन इति। भगिनी अत्र क्रोधेन इति लिखितमस्ति, ऋणत्वं किमर्थं नास्ति? अत्र बाधकवर्णः अस्ति थकारः, थकारः अट् कुप् वाङ् नुं व्यवायेपि इति सूत्रस्य स्वरवर्ण नास्ति, अक्व प्रत्याहारे नास्ति, कुप् कवर्गीयवर्णः नास्ति, पवर्गीयवर्णः नास्ति, अनुस्वारः नास्ति, अनन्तरम् आङ् इति उपपदम् उपसर्गः अपि नास्ति, अतः थकारः बाधकवर्णमस्ति, नकारः नकारस्य रूपेण एव तिष्ठति क्रोधेन। अत्र ढकारः अस्ति चतुर्थवर्णः, भगिन्या उक्तमेव बाधकवर्णः, अतः अत्र अणत्वं न भवति। क्रुद्ध धातोः रूपमेव क्रोधः। क्रुद्ध धातुः द्विवादिगणे अस्ति, तस्य रूपं किं भवति? क्रुध्यति, क्रुध्यते, क्रुध्यन्ति, क्रुध्यसि, क्रुध्यतः, क्रुध्यथ, क्रुध्यामि, क्रुध्यावः क्रुध्यामः वा द्विवचनरूपं क्रुध्यतः खलु आम् अलं क्रोधेन इत्युक्ते किं क्रोधं मास्तु क्रोधः अस्ति चेत् किं भवति क्रोधं भवति चेत् सम्मोहः सम्मोहेन अति कुछ गीता वा पद क्रोधात् भवति सम्मोहः सम्मोहात् इति गीतावाक्यमस्ति न भगिनि उत्तमं क्रोधेन मोहं भवति मोहं भवति चेत् यदा चित्तवैकल्यं भवति अनन्तरं श्लोकं न स्मरामि भगिनि चिन्ता मास्तु फेमस् श्लोकं स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशः बुद्धिनाशात् प्रणश्यति अतः अलं क्रोधेन अग्रे करोतु अलं किमपि न दत्तम् अलं कामेन प्रथमं पदं वैराग्यम् इति अस्ति वैराग्यम् आम् अलं वैराग्येन वा अलं वैराग्येण अलं वैराग्येण किमर्थं ऋणत्वं वै रेफमस्ति निमित्तं हा वैराग्य नकारः भवति गकारः यकारः किमपि बाधकवर्णः नास्ति अतः वैराग्येण इति भवति अणत्वयुक्तं रूपमेव साधु खलु आम् आम् वैराग्येण वैराग्यं कीदृशं पदं विरागस्य भावः वैराग्यं वियोगः रञ्ज् धातुः न भगिनि उत्तमं रञ्ज् धातु अत्र खञ् प्रत्ययः भावार्थे अथवा करणार्थे खञ् भवति परन्तु मम संशयः रञ्ज् धातु भ्वादिगणे अपि अस्ति दिवादिगणे अपि अस्ति अत्र रञ्ज् धातोः रूपमेव रागः रागः इति घञन्तरूपमस्ति अत्र विषयः कः विराग इति प्रातिपदिकं स्वीकृत्य निर्मितं वैराग्यम् इत्युक्ते विषयवासनाराहित्यं खलु विषयवासनाराहित्यं विषयवासनाराहित्यं कथं सिद्ध्यति यदा निष्कामकर्मः भवति चेत् मनः शुद्धीकरणं भवति अनन्तरं वैराग्यं भवति भक्त्या एव वैराग्यं सिद्ध्यति इति मया दृष्टं किन्तु अत्र पश्यन्तु वैराग्येण अलं वैराग्येण अग्रे अपि भवती एव करोतु गीतायाः एकं श्लोकमस्ति इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च जन्म मृत्यु जराव्याधि दुःखदोषानुदर्शनम् इति भगवान् ज्ञानस्य लक्षणं वदति भगिनि ज्ञानस्य लक्षणं वदति कक्षायाः अनन्तरं पश्यामि कस्मिन् अध्याये अस्ति त्रयोदशाध्याये त्रयोदश अध्याये अष्टमश्लोकम् अत्र द्वितीयं पदमस्ति कामः वदतु कामः इत्युक्ते इच्छा इति स्वीकर्तुं शक्नुमः कामः परन्तु कामः इत्युक्ते इच्छा इति स्वल्पः भिन्न इच्छा इत्युक्ते अत्याग्रहः इति वक्तुं शक्नुमः कामः अलं कामेन इति आचार्य उक्तवान् यत् अलं कामेन इति कामः इत्युक्ते इच्छा एव कमु इति धातुः अस्ति कमु धातोः प्रसङ्गे किञ्चित् वैशिष्ट्यम् अस्ति भुवादिगणे एव अस्ति धातुः किन्तु कमेर्णिङ्ग् इति सूत्रेण कमुधातुतः निङ् प्रत्ययस्य योजनेन कामयति सन्नन्दधातु न निङ् सन्नन्दप्रत्ययः न सन् प्रत्ययादिषु अन्यतमः. णिच् नास्ति किन्तु णिङ् प्रत्ययः विहितः भवति. इत्युक्ते भुवादिगणीयधातुषु कमुधातुः एकः विशिष्टधातुः इति वार्ता. सुजात भगिनी करोतु. आं भगिनि, द्वन्द्वं द्वन्द्वम् इत्युक्ते द्विप्रकारः, सुखं दुःखं, मानम् अवमानम् इत्यर्थः. उत्तमं. द्वन्द्वः समासस्य प्रसङ्गे भवति खलु. पुंलिङ्गे द्वन्द्वः समासः, किन्तु अत्र नपुंसकलिङ्गे द्वन्द्वम् इति पदं दत्तमस्ति. द्वन्द्वम् इति पदस्य प्रसङ्गे चिन्तयितुमिच्छामश्चेत् तत्र वैशिष्ट्यमस्ति. भगवद्गीतायाम् एव उक्तमस्ति, द्वन्द्वसहिष्णुता भवेत् इति. समभावः भवेत् खलु. भवती श्रुतवती खलु? श्रुतवती भगिनी. द्वन्द्वसहिष्णुता भवेत् मनसि. अत्र वाक्यं निर्मातु. आचार्यः उक्तवान् यत् द्वन्द्वेन आलम्बतु. द्वन्द्वेन अलम् अग्रे करोतु. संशयः इत्युक्ते संशयः. वाक्यं अहं पाठस्य संशयम् अस्ति. संशयम् अहम् एकविषयं संशयामि. अत्रैव दत्तमस्ति, रजनी अभ्यासपुस्तके आचार्यस्य उपदेशं लिखति. उपदेशः कः इत्युक्ते अलं संशयेन. वदतु. संशयं मास्तु. किं वदामः? संशयः मास्तु. संशयः मास्तु. किमर्थम् अत्र प्रथमाविभक्तिरूपम् संशयः? किमर्थं प्रथमाविभक्तिरूपम् इत्युक्ते अस्धातुः अकर्मकः. आम् भगिनि. पदं तु पुंलिङ्गपदम्. संशयः इत्यत्र सम् इति उपसर्गः अस्ति. सम् इति उपसर्गस्य मकारस्य अनुस्वारः भवति केन सूत्रेण? मोन्स्वारः. उत्तमं. मोनुस्वारः सूत्रेण मकारस्य अनुस्वारः भवति. तालव्यषकारस्य परसवर्णः नास्ति इति कारणतः अत्र परसवर्णादेशः न भवति खलु. भवती गीतावाक्यं श्रुतवती वा? संशयात्मा विनश्यति. श्रुतवती. भवती श्रुतवती खलु, संशयात्मा विनश्यति. संशयात्मा इति समस्तपदमस्ति. तत्र प्रातिपदिकं किम्? एकं पदमस्ति संशयात्मा, तत्र प्रातिपदिकं किम्? संशयात्मन्. सुन्दर महोदय वदतु, संशयात्मा इति पदस्य प्रसङ्गे वदतु. संशयात्मा इति नकारान्तपदं, संशयात्मन् इति प्रातिपदिकम् अस्ति. संशयात्मा, संशयात्मानौ, संशयात्मानः इति शब्दं भवति. संशयः आत्मनि यस्य सः. आत्मनि संशयः यस्य सः. ओके. संशयात्मा बहुव्रीहि समासः. बहुव्रीहि समासः अस्ति. सम् उपसर्गपूर्वकः. अत्र धातुः कः? कोऽपि वदतु. संशयः इत्यत्र सम् पूर्वक शय शै इति धातुः भवितव्यम्. न, शी धातोः रूपमेव शयः. उत्तमम्. अधर्मः इति पदं दत्तमस्ति. सुजाता भगिनी भवती एव करोतु अग्रे. अधर्मः आचार्यः उक्तवान् यत् अधर्मेण आलम् अलम् अधर्मेण. अधर्मेण अणत्वमस्ति खलु? आं भगिनि. किमर्थम्? अधर्मेण रेपः अस्ति, एकारः अपि अस्ति. अट्कुप् वाङ्नुं यवायेपि इत्यनेन अधर्मेण भवति. अधर्मः. सुन्दर महोदय भवान् वदतु, अत्र कीदृशसमासः अस्ति? नञ् समासः अस्ति, नञ् समासः, न न धर्मः अधर्मः इति. अधर्मी इति पदमस्ति चेत् तत्र प्रातिपदिकं किम्? नकारान्तः अधर्मिन्, अधर्मिन् इति नकारान्तशब्दं प्रातिपदिकम् अधर्मिन् इति नकारान्तशब्दमस्ति अस्ति किल. धर्मी अधर्मी गुणीशब्दवत् रूपाणि भवन्ति. अधर्मः यस्मिन् विद्यते सः अधर्मी, अधार्मिकः, अधर्मी, अधर्मात्मा, इमानि पदानि समानार्थकानि. न धर्मः अधर्मः इत्युक्ते धर्मविरोधः इति वक्तुं शक्यते. सुजाता भगिनी अग्रे अपि करोतु. मोहः, मोहः इत्युक्ते प्रीति, प्रीतिः वा? कोऽपि वदतु मोहः इत्युक्ते किम्? मोहम् इच्छा. इतोपि भिन्नार्थः अस्ति. मोहः इत्युक्ते भ्रमः, डेल्यूजन्. सुजाता भगिनी भवती वदतु, मुहुधातुः दिवादिगणे अस्ति, तस्य रूपं किं भवति? मोहति. मुह् इति धातुः दिवादिगणे अस्ति, तस्य लटीरूपं किं भवति? मुह्यति. उत्तमं. घञ् प्रत्ययान्तरूपं मोहः खलु? आं भगिनि. अलं मोहेन. अग्रे करोतु. अशान्तिः, शान्ति नास्ति. आपोसिट् भवति शान्ति, अशान्ति. सुन्दर महोदय, भवान् अशान्तिः इति पदस्य प्रसङ्गे वदतु. अशान्तिः प्रसङ्गे शान्तिः धातुः शान्ति इति धातुः भवितव्यम्. इन् प्रत्ययः, इत्तिन् प्रत्ययः किल, स्त्रीलिङ्गप्रत्ययः, प्रत्ययान्तरूपं. शं, शम् इति, शम् इति धातुः भवति. शान्तिः इति स्त्रीलिङ्ग, स्त्रीलिङ्गपदम्, इक्तिन् प्रत्ययः भवति शान्तिः इति. गोमती भगिनी शान्तिः इति पदस्य प्रसङ्गे किञ्चित् वक्तुमिच्छति वा? शान्तिः धातुः तु शम्, शम् एव अस्ति. अत्र सन्धिकार्यं पठितवती भगिनी, आपदमस्ति, अनन्तरं न जानामि भगिनी. भवती जानाति एव, कोऽपि वक्तुमिच्छति वा? नो चेत् अहं वदामि. नश्चापदान्तस्य जलि भगिनि, शम् इति धातुः, शम् योगः क्तिन् प्रत्ययः, क्तिन् प्रत्ययेषु ति इति अवशिष्यते. शम् योगः ति, तत्र शम् इति पद नास्ति, अतः तस्य अन्ते अपदस्य, अपदस्य अन्ते मकारः अस्ति, अतः नश्चापदान्तस्य झलि इत्यनेन परे झल् प्रत्ययः अस्ति, ति इति तकारः इति, अतः तस्य अनुस्वारः भवति, अनुस्वार आदेशः भवति मकारस्य स्थाने, अतः श अनुस्वार शं ति इति भवति. तदनन्तरं शान्ति आकारः कथं भवति न जानामि भगिनी. भवती साधु उक्तवती, तस्मात् पूर्वम् एकं सोपानम् अस्ति. भगिनी किम् उक्तवती, शम् इत्यस्मिन् धातौ यः मकारः अस्ति तस्य मकारस्य स्थाने नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारादेशः भवति इति तु सत्यं. तस्मात् पूर्वम् एकं सोपानम् अस्ति. सोपानं किम् इत्युक्ते, झलादि कितिनिति प्रत्यये परे झलादि कितिनिति प्रत्ययः. क्तिन् प्रत्ययः कीदृशः? कित् अस्ति, कित् प्रत्ययः अस्ति. झलादि कित् प्रत्ययः अस्ति क्तिन् इत्युक्ते शं धातुतः क्तिन् प्रत्ययः. अस्तु अस्तु, शवामष्टानां दीर्घः इत्यनेन तस्य उपधायाः दीर्घः भवति. शमामष्टानां दीर्घः श्यनि इति सूत्रं अस्ति. शम् धातोः रूपं श्याम्यति दिवादिगणे अस्ति. श्याम्यति इति रूपं कथं सिद्ध्यति, दीर्घादेशः कथं भवति इति प्रश्ने सति, शमामष्टानां दीर्घः शनि इति सूत्रेण श्याम्यति रूपं सिद्ध्यति. किन्तु अत्र भिन्नं सूत्रमस्ति, अनुनासिकस्य क्विझलोः इति सूत्रम्. अनुनासिकस्य क्विझलोः इति सूत्रेण अत्र दीर्घादेशः. सूत्रं किं वदति इत्युक्ते झलादि कित् नित् प्रत्यये परे उपधावर्णस्य दीर्घादेशः इति वार्ता अनुनासिकस्य क्वि झलोः इति सूत्रेण शं शां भवति तत्र दीर्घत्वं भवति तस्मात् परं नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारादेशः पश्चात् अनुस्वारस्य स्थाने वदतु अनुस्वारस्य स्थाने परसवर्णः यै परसवर्णः अतः पुनः तकारः अस्ति तस्य अनुनासिकपरसवर्णः इत्युक्ते नकारः आगच्छति अतः शान्तः इति भवति नकार नकारः तस्य तत्पश्चात् तकारः शान्तः इति उत्तमम् शान्तः इति पदं क्तान्तरूपमस्ति क्ताप्रत्ययान्तरूपसाधनवेलायां क्तिन् प्रत्ययान्तरूपसाधनवेलायां समानानि कार्याणि इत्युक्ते एतादृशं कार्यमेव शान्तः शान्तिः इत्यादिषु भवति अत्र वार्ता का धातुः तु शं धातुः अनुनासिकस्य क्वि झलोः सूत्रेण उपधायाः दीर्घत्वं दिवादिगणे धातोः लटीरूपं शाम्यति अस्तु अग्रे सरेम सुजाता भगिनी भवती एव अग्रे करोतु युद्धम् युद्धेन आलं युद्धेन आचार्यः उक्तवान् यत् आलं युद्धेन आलम् अस्ति वा अलम् अस्ति वा अलम् अलम् अलं भगिनि अलं युद्धेन इत्युक्ते किम् युद्धं मास्तु युद्धं न करो युद्धं मा करोतु युद्धं मास्तु अत्र निषेधार्थक अलं शब्दस्य प्रयोगः अग्रे करोतु अश्रद्धा श्रद्धा नास्ति अश्रद्धा नास्ति आचार्यः उक्तवान् यत् अलम् अश्रद्धेन पुनः वदतु अलम् अश्रद्धेन इदं पदं कीदृशं पदं लिङ्गं किम् भवतां स्त्रीलिङ्गम् अस्ति मा श्रद्धया अश्रद्धया स्त्रीलिङ्गशब्दमस्ति श्रद्धा तृतीया विभक्ति श्रद्धया भवति अलम् अश्रद्धया उत्तमम् कृष्णा भगिनी तत्र तु अस्माकं सर्वे वाक्यानि तु तृतीया एकवचने एव द्विवचने बहुवचने अपि योजयामश्चेत् समीचीनं रूपं भवति भगिनी अलं योजयित्वा कथं करणीयम् तत्र बहुवचने सम्यक् उदाहरणं दातव्यं तदर्थं चिन्तयन्ती अस्मि भगिनी तत्र अलं भवद्भिः क्रोधैः इति भवितुमर्हति वा भगिनी बह्वी बह्वी श्रद्धाः भवितुम् अर्हन्ति इत्युक्ते लोके सर्वे नास्ति चेत् अश्रद्धयाः अश्रद्धाभिः अपि भवितुमर्हति इत्युक्ते अलम् अश्रद्धाभिः इत्युक्ते अहं चिन्तयामि अत्र यानि पदानि दत्तानि तानि एकवचने एव पर्याप्तं भवन्ति इत्युक्ते एकवचने एव इमानि रूपाणि योजयित्वा वदामश्चेत् साधु भवति किन्तु बहुवचनरूपं वक्तव्यं चेत् कीदृशं पदं स्वीकर्तव्यम् इति प्रश्नः अत्र तु एकवचनरूपं पर्याप्तं भवति अलं क्रोधेन अलं दुःखेन अलं भीत्या चिन्तनीयं किमपि भावः अस्ति चेत् तत्र एकवचने अस्ति इति वा कीदृशं पदं स्वीकुर्मः चेत् बहुवचने अपि रूपं लेखितुं शक्नुमः चिन्तनीयं भगिनि बालाः अश्रद्धैः अलम् अश्रद्धैः न पठतु तथा न भवति अत्र निषेधार्थक अलं प्रयोगः इत्युक्ते क्रोधः मास्तु इत्यस्मिन् अर्थे अलं क्रोधेन इति साधारणतया तृतीयाविभक्तिः कुत्र भवति यत्र साधनमस्ति अथवा उपकरणमस्ति तत्र एव तृतीयाविभक्तिः भवति किन्तु अत्र अलमिति उपपदम् अस्ति अलमिति उपपदस्य योगे तृतीयाविभक्तिः भवति इति वार्ता बहुवचने अपि वाक्यं सिद्ध्यति वा भगिनी तत्र क्रोधः अथवा श्रद्धा गुणः अस्ति अतः यदि आचार्यः समूहम् उद्दिश्य वदति चेदपि भवद्भिः क्रोधैः अश्रद्धया इति अपि भवति वा, अपि च किन्तु व्याकरणविषये तत्र विशेषविशेषणं भवति इति कृत्वा भवद्भिः अश्रद्धाभिः एव भवनीयं वा तत्र? अत्र कर्तृपदस्य सम्बन्धः नास्ति. समूहम् उद्दिश्य वदति चेदपि अलं क्रोधेन इति वदामश्चेत् पर्याप्तं भवति. अलं जल्पनेन इत्युक्ते समूहम् उद्दिश्य वदामश्चेदपि, किन्तु तत्र भवद्भिः इति योजयामः चेत् किमपि परिवर्तनं भगिनि? अलं न, क्रोधः अथवा अश्रद्धा इति. एतानि सर्वाणि पदानि भाववाचकानि सन्ति इति कृत्वा तस्य एकवचनमेव पर्याप्तम् इति अहं चिन्तयामि. भाववाचकः नास्ति चेत् किमपि गणनीयम् अस्ति चेत् तस्य बहुवचनं कर्तुं शक्यते. भगिनि, वाचककार्यम् अस्ति चेत् अलं पचनैः इत्युक्ते अलं पचनैः इति भवितुमर्हति वा? इत्युक्ते अलं पचनेन पचनेन, किन्तु तत्र बहुवचनम् अपि भवितुमर्हति वा? इत्युक्ते अलं पचनैः. भगिनि, पूर्वस्मिन् करपत्रे ऐ भगिन्यः इति बहुवचनसम्बोधन भगिन्यः, परन्तु अलं जल्पनेन इति एकपदम् एकवचनमेव दत्तम्. ऐ भगिन्यः अलं वचन जल्पनेन, जल्पनं मास्तु अलं जल्पनेन. इत्युक्ते समूहः अस्ति चेदपि एकवचनरूपमेव पर्याप्तं भवति इतोपि अहं न जानामि. एकं वाक्यं वदामि वा भगिनि? मनुष्याः प्रीत्या जयते न तु रूप्यकैः. तत्र धनम् इति योजयित्वा धनेन इति अपि भवितुमर्हति, परन्तु रूप्यकम् इति तस्य प्रयोगः कर्तुम् इच्छति चेत् न तु अलं रूप्यकैः इति भवितुम् अर्हति वा? मनुष्याः प्रीत्या जयते न तु अलं रूप्यकैः. रूप्यकाणि गणनीयानि अस्ति, अतः रूप्यकैः. तत्र भाववाचकः नास्ति इति कृत्वा वा भगिनि? आमाम्, एकः प्रयोगः, न जानामि. किन्तु गुणः अस्ति चेत् एकवचने एव भवति इति भाति. धावनम् इति गुणवाचकशब्दः नास्ति, जल्पनम् इति गुणवाचकशब्दः नास्ति, अलं जल्पनेन. चिन्तयन्तु, अग्रे सरेम, समापयामः. शोभा भगिनि, भवती करोतु अग्रे. आं भगिनि, अस्तु. तत्र आचार्यः उक्तवान् यत् अलम् अज्ञानेन इति. तत्र अज्ञानम् इति नयि तत्पुरुषसमासः, ज्ञानस्य निषेधः अज्ञानम् इति. ज्ञाधातुः ज्ञानम् इति लुडन्तपदम् इति मन्ये. अपि च ज्ञान इति ज्ञानम् इति नपुंसकलिङ्ग पदं भवति. अपि च किमस्ति तत्र ज्ञा इत्यस्मिन् के के वर्णाः सन्ति? तत्र जकारः अपि च चवर्गीय अनुनासिकवर्णः. संयुक्ताक्षरः ज्ञा इति भवति तत्र. अक्षरः इत्युक्ते कः? यस्य क्षरं नास्ति, न क्षयति इति. क्षरः इति तान्तप्रदम् इति पदम् इति मन्ये. यस्य क्षयं नास्ति इति. अक्षरः इत्युक्ते परमात्मा. किन्तु अक्षरम् अक्षरम् इति नपुंसकलिङ्गपदमस्ति चेत् तस्य अर्थः भिन्नः. लेटर्. आम् आम्, सत्यम्. अक्षरम् इति वदनीयं तत्र. अक्षरः इत्युक्ते परमात्मा एव. अक्षरम् अक्षराणि खलु? आम् आम्, सत्यम्. अग्रे करोतु. अग्रिमपदं निद्रा इति अस्ति. तत्र निद्रा इति स्त्रीलिङ्ग पदम्. आचार्यः उक्तवान् यत् अलं निद्रया इति भवति तृतीयविभक्तौ. अतिनिद्रया किं भवति? अतिनिद्रया आलस्यं भवति. अतिनिद्रया किमपि करणीयम् अस्ति, यथा तत्र तु गुरुकुले इति भाति. अध्ययनं करणीयमस्ति, अभ्यासं करणीयमस्ति, चिन्तनं करणीयमस्ति, तत् तानि कर्तुं निद्रा इति अतिनिद्रा तामस किं तामस वर्धकः अस्ति इति मन्ये, सम्यक् वा व्याकरणं? तामसगुणवर्धकः, तामसगुणवर्धकः. अतिनिद्रया आलस्यं भवति इति उक्तवती. आलस्यं कीदृशं पदम्? अलसः. तत्र अलसः इत्युक्ते अलस इति प्रातिपदिकम् इति मन्ये. अलसः भावम् आलस्यम्. उत्तमं. सुन्दरमहोदय इतोपि वदतु. आलस्यम् अलसः भावः आलस्यं तद्धितप्रत्ययम् इति मन्ये. उत्तमं. यथा मधुरस्य भावः माधुर्यम्, अलसः भावः आलस्यम्. आलस्यं तस्मिन् स्थाने इतोपि पदद्वयं वक्तुं शक्यते. वदतु. आलस्यम् इति शोभा भगिनी वदतु पदद्वयं किं? पदद्वयं तत्र अलसः इत्युक्ते तत्र आलस्यम् अस्तु अलसत्वम् अहम् अर्थे इति चिन्तितवती. अलसता अलसत्वम् इति भवति तल् प्रत्ययः. आम्, त्रीणि पदानि वदतु. अलसता अलसत्वम् आलस्यम्. उत्तमम्. इमानि त्रीणि पदानि समानार्थकानि. अलं निद्रया किमर्थं चेत् अतिनिद्रया आलस्यं भवति. आलस्यम् इति पदस्य अर्थः लोके भिन्नः खलु? आलस्यम् इत्युक्ते लोके लोकारूढिः तु यस्य किमपि करणे आसक्तिः नास्ति इति. आलस्यम् इत्युक्ते लेट् इति अर्थः अस्ति. अलसः इत्युक्ते लेज़ी इति अर्थः. सुभदा भगिनी वदतु. अहं धातुः कः इति अन्वेषणं कुर्वन्ती अस्मि. तत्र लुण्ट् अपि च शुट् इति धातवः अहं प्राप्नोमि, परन्तु लस् इति किमपि अन्यः धातुः अस्ति. लस् धातुः अस्ति चेत् लसति, विलसति. लस् धातुः अस्ति किन्तु अलस इति प्रातिपदिकं कथं सिद्ध्यति इति भिन्ना वार्ता. अलस इति प्रातिपदिकात् निर्मितं पदमेव आलस्यं. साधारणतया लोके आलस्यम् इति कथनेन लेट् इति अर्थः अस्ति आङ्ग्लभाषया वक्तुमिच्छामश्चेत्, किन्तु अलसः इत्युक्ते लेज़ि फेलो. अग्रिमं पदमस्ति. शोभा भगिनी भवती एव करोतु. आं भगिनी, तत्र अग्रिमं प्रमादः इति अस्ति. आचार्यः उक्तवान् यत् अलं प्रमादेन, पुंलिङ्गपदमस्ति, प्रमादेन इति भवति. तत्र प्रमादः इत्युक्ते केर्लेस्नेस् अपि इलिजेन्स् इति दृष्टवती. अपि च तत्र पदस्य निर्माणं प्रा उपसर्गपूर्वकः मद् धातुः है प्रत्ययान्तपदं. प्रमादः कदा भवति? एतानि गुणानि यत् निषेधकगुणानि यदा भवन्ति यस्मिन्नपि तदा प्रमादाः भवितुम् अर्हन्ति. गुणः इति पुंलिङ्गपदमस्ति. भगिनी सम्यक् उक्तवती. प्रमादी इति पदमस्ति. तत्र प्रातिपदिकं किम्? तत्र प्रमादिन् इति भवति. प्रमादी तदा प्रमादी प्रमादिनौ प्रमादिनः इति भवति वा? उत्तमं. योगिन्वत् यस्मिन् गुणाः सन्ति सः गुणी, एवमेव यस्मिन् प्रमादः अस्ति सः प्रमादी. शब्दकोशं दृष्टवती अतः वदन्ती अस्मि. प्रवृत्तौ अनवधानत्वं, प्रवृत्तौ अनवधानता एव प्रमादः. हा, तत्र अन्यत् किञ्चित् अन्यत् किम् अर्थः अपि अस्ति. मत्तः इति वदामः किल भगिनी, तत्र यस्मिन् मदः अस्ति सः मत्तः इति मन्ये. तेन प्रमादः इति प्रमादः भवति इति किल. मद तत्र प्रायोगः मद् इति यस्मिन् मदः अस्ति तेन प्रमादः, तस्मिन् प्रमादः अस्ति अथवा तेन प्रमादः भवितुम् अर्हति. तत्र प्रमादः प्रमत्तः इति नास्ति, प्रमादः इति नास्ति. अस्ति यस्मिन् मदः अस्ति सः मत्तः सुन्दर महोदय प्रमत्तः इति पदं स्वीकृत्य वदतु. प्रमत्तः प्रमत्तः इति मदेन युक्तः प्रमत्तः इति कथितुं शक्यते वा? कीदृशं पदं तत्र प्रत्ययः कः? प्रमत्तः प्रत्ययः प्रमत्तः प्र उपसर्गपूर्वः मत् पूर्वकः मत् धातोः तप्रत्ययः कृतान्तरूपं खलु. कृतान्तरूपम् ओके. प्रमत्तः मद् धातोः रूपं मत्तः प्रा उपसर्गपूर्वकः अस्ति चेत् प्रमत्तः. प्रमत्तः मा भवतु, सदा अप्रमत्तः भवतु खलु. शोभा भगिनी तत् साधुवाक्यं वा? प्रमत्तः प्रमत्तः इति यः मदेन प्रकर्षेण मत्तः प्रकर्षेण मत्तः भवितुं शक्यते वा? प्रकर्षेण मत्तः प्रमत्तः. मम आशयः कः इत्युक्ते सर्वदा अप्रमत्तः भवतु. हा तत्र उपसर्गद्वयं भवति सम्यक् इति मन्ये भगिनी. अप्रमत्तः भवतु इति अनवधानयुक्त अनवधानतयुक्तः इति अर्थः भवति वा? आं भगिनि अनवधानतायुक्तः अनवधानतायुक्तः. उत्तमं. क्षम्यतां भगिनी मद् लटिरूपं किं वदति वा? द्वादि द्वादि अपि च चुरादि अस्ति. मदति माद्यति अपि च चुरादिगणे मदयति वा? परन्तु तस्य अर्थाः अपि भिद्यन्ते. हा न अहं तु लेपनयोः हर्षे ग्लेपने अपि च तृप्तियोगे. परन्तु तत्र उपसर्गसहित दिवादिगणे किञ्चित् इण्टाक्सिकेशन् इति अर्थे भवति. तत्र माद्यति इति भवति तत्र इण्टाक्सिकेशन् इति अपि अर्थम् अस्ति. मदति इत्यस्मिन् तत्र एञ्जाय् इति अर्थे दत्तम् अत्र तत्र मदति एव भवति. परन्तु इण्टाक्सिकेटेड् अपि तस्य अर्थः तु श्रान्तः न टु गेट् टायर्ड् इति अस्ति. इण्टाक्सिकेटेड् वाट् इस् रिटन् इस् श्रान्तहुना. या इण्टाक्सिकेटेड् इस् समथिङ्ग् डिफ्रेण्ट् बट् दे हेव् रिटन् श्रान्तहुना. ऐ डोण्ट् नो. आहत्य धातुत्रयं वर्तते इति भाति. एतेषां त्रयाणां धातूनां क्तान्तरूपं समानं वा न वा इति अपि द्रष्टव्यं. मद् धातुतः मत्त क्तान्तरूपं, किन्तु एतेषां त्रयाणां धातूनां क्तान्तरूपं समानं वा नो चेत् तत्र भिन्नानि रूपाणि सन्ति वा इति अपि एकवारं द्रष्टव्यम्. अग्रे शोभा भगिनी भवती एव करोतु, समापयाम. अग्रे क्रोधः इति क्रुद्ध इति धातुः क्रुध्यति इति भवति चेत् तत्र दिवादिगणे भवति. अपि अन्यस्मिन् गणे भवति वा इति न जानामि. तत्र क्रुद्ध इति गुण क्रोधः इति भवति चेत् तत्र ताप्रत्ययः इति मन्ये. क्रुद्ध धातोः घञ् रूपमेव क्रोधः. मोह धातुतः मोहः, क्रुद्ध धातुतः क्रोधः, शुच् धातुतः शोकः. मोहः शोकः क्रोधः तत्र उगन्तलघुपथस्य च इत्यनेन गुणकार्यं भूत्वा घञन्तरूपं सिद्ध्यति. अत्र रेफः निमित्तमस्ति चेदपि णत्वं न भवति. किमर्थं? क्रोधः तत्र क्रोधेन तत्र तवर्गीय वर्ण व्यञ्जनम् आगच्छति. तत्तु निषेधं करोति. कवर्गीय पवर्गीय व्यञ्जनानि एव निषेधं न कुर्वन्ति. तत्र तवर्गीयव्यञ्जनम् अस्ति इति कृत्वा तदनन्तरं णत्वस्य प्रसक्तिः न भवति. क्र अट्कोप् वाङ् व्यवायेपि इत्यस्मिन् कूपु इति कवर्गपवर्गीयवर्णाः एव सन्ति व्यञ्जनानां कृते, अतः तत्र णत्वं न भवति. उत्तम. सूर्यकुमारी भगिनी अग्रे करोतु भवती. भगिनी दुःखं दुःख धातुः किं वक्तुमिच्छति भवती? दुःखम् अलं दुःखेन पदस्य रूपसिद्धिः कथं भवति इति अन्या वार्ता. पदं तु नपुंसकलिङ्गपदमस्ति. अलं दुःखेन खम् इति नपुंसकलिङ्गपदमस्ति, तस्य रूपाणि खम् खे खानि इति रूपं तत्रैव निर्मितं किल. दुःखम् इत्युक्ते खेदः. खेदः इति रूपं कथं सिद्ध्यति वदतु महोदय. खेदः इति खिद् धातोः, खिद् धातु धातुतः निर्मितः खेदः इति तस्य घञ्रूपमेव. घञ्रूपं घञ्रूपं खेदः खिद् धातुतः निर्मितः घञ्रूपम् आगच्छति चेत् खेदः इति भवति. खेदः इति पदं सिद्ध्यति. खिद् धातुः अपि दिवादिगणे अस्ति इति कारणतः खिद्यते इति रूपम् अस्ति. खिद्यते इत्यत्र न कदापि कर्मपदं सम्भवति. धातुः अकर्मकः अस्ति इति कारणतः कर्मपदं न सम्भवति. सः खिद्यते तावदेव वक्तुं शक्यते. तत्र अग्रिमं पदमस्ति भीतिः. सूर्यकुमारी भगिनी भवती एव वदतु. अलं भीते भीतया पुनः भीतिः भीति इकारान्त स्त्रीलिङ्गपदं भगिनि. तृतीयरूपं सम्यक् वदतु. भीत्या अलं भीत्या तस्य अर्थः कः? अलं भीत्या धैर्येण धैर्येण जीवतु. भीतिः मास्तु. भीतिः इत्युक्ते भयं. भीतिः इति स्त्रीलिङ्गपदं, भयम् इति नपुंसकलिङ्गपदं. भीतिः इति कीदृशं पदं सुन्दरमहोदय वदतु. इक्तिन् प्रत्ययः भी धातोः इक्तिन् प्रत्यययोजनेन भीतिः इति रूपं सिद्ध्यति. भीतिः भीतिः इति स्त्रीलिङ्गपदमेव. अशान्तिः इव भीतिः इति स्त्रीलिङ्गपदम् अस्ति. क्तिन् प्रत्ययान्तरूपं भी धातुतः क्तिन् योजनेन भीतिः. क्तिन् इत्यत्र अनुबन्धवर्णाः के वदतु. क्तिन् इत्यस्य अनुबन्धवर्णाः नकारान्त अनुबन्ध इक्तिः लशक् वतदिते इति सूत्रेण ककारः अपगच्छति नकारान्तम् इति हलन्त्यम् हलन्त्यम् इति सूत्रेण नकारम् अपि अपगच्छति. इत्तिन् ति एव अवशिष्यते. ति इति एव अवशिष्यते. ककारः एवं नकारः अपगच्छति. भी धातुतः क्तिन् योजितमस्ति. इदं पदं कृदन्तपदं, धातुतः निर्मितं पदम्. अग्रिमं पदम् आलस्यं. शुभदा भगिनी वदतु. आं भगिनि, वयं कृतवन्तः खलु आलस्यं. भयम् इति प्रसङ्गे अत्र भीयोगः घञ् प्रत्ययः, अतः यत् अस्ति इति कारणेन तस्य वृद्धिः भूत्वा भै इति भवति. भै योगः अ, तदनन्तरं तस्य भायं भवति खलु. न अवगतं भगिनि. भयमिति पदस्य प्रसङ्गे एकं विशिष्टं सूत्रं, भयमिति किमर्थं नपुंसकलिङ्गपदमेव भवति इति तत्र वैशिष्ट्यमस्ति. ल्युडन्तमस्ति वा? घञ् नास्ति. ल्युडन्तं ल्युडन्त नास्ति. ल्युडन्तमस्ति चेत् किं भवति? अना आदेशः भवति खलु. अना आदेशः भवति. भयानकं. गीताञ्जलिभगिनी वदतु. भयनं भयनं भयनं किन्तु द्रष्टव्यं भगिनी. भीयोगः एर्हचिलि दत्तमस्ति. भयादीनाम् उपसङ्ख्यानां नपुंसके त्वा क्तादि निवर्त्यर्थम् इति वार्तिकोक्तया आपादाने अच् भवति. भयम् इति कथं भवति न जानामि. भीयोगः एर्हच् इति दत्तम्. भयनम् इति पदम् अस्ति वा? भयनम् इति भयम् भयम् भयम् अस्ति. भयनम् इति संस्कृते पदं पदम् अस्ति वा? रूपम् अस्ति वा? गोमती भगिनी किं सूत्रम् उक्तवती भवती? एरेच् 3356 अस्तु अस्तु धन्यवादः भयादीनाम् उपसङ्ख्यानां नपुंसके तादिनिवृत्त्यर्थम् इति वार्तिकोक्तया अपादाने अच् अत्र एकवार्तिकम् अस्ति वार्तिकम् भयादीनाम् उपसङ्ख्यानं नपुंसके तादिनिवृत्त्यर्थम् इति अस्तु इतोपि पदद्वयमस्ति ईर्ष्या सुभदा भगिनी करोतु ईर्ष्या ईर्ष्या न जानामि भगिनी वाक्यं रचयतु वाक्यं तु न ईर्ष्या इति आकारान्तस्त्रीलिङ्गरूपमस्ति अतः अलम् ईर्ष्यया इति भवति अलम् ईर्ष्यया इति परन्तु ईर्ष्या कथं भवति न जानामि चिन्ता मास्तु ईर्ष्या इत्यस्य अर्थः कः इति प्रश्ने सति परवृद्धि असहिष्णुता परोत्कर्ष असहिष्णुता सहिष्णुता भवती जानाति खलु सहिष्णुता इत्युक्ते सहिष्णोः भावः सहिष्णुता तदपि तल् प्रत्ययान्तरूपमेव सहिष्णुता किन्तु अत्र असहिष्णुता इति कथनेन नैसमासः अस्ति सहनशीलत्वं नास्ति वदतु एक सन्देहः सहिष्णुता इति तत्र एकं प्रिफिक्स् सफिक्स् अस्ति अस्ति किल प्रत्ययः किं प्रत्ययः भवति सहिष्णुता श्नु इति एक प्रत्ययः भवति किल श्नु इति एकं प्रत्ययः अस्ति तल् प्रत्ययः योजनीयम् एव परन्तु तत्पूर्वमेव श्नु एकम् अन्यत् प्रत्ययः अस्ति क्षमा इति पदमस्ति खलु तादृशस्थितिः नास्ति सहनशीलत्वं नास्ति सहनशीलता नास्ति इति एव असहिष्णुता परोत्कर्ष असहिष्णुता अग्रे करोतु अहङ्कारः तस्य अत्र उपयोगः तु अलम् अलम् अहङ्कारेण इति भवति अत्र णत्वं भवति किमर्थं चेत् तत्र रेफः अस्ति रेफात् परम् एकारः एव अस्ति अट्कुप् वाङ्नुं व्यवायेपि इत्यनेन तत्र नकारस्य णत्वं भवति अहङ्कारेण इति भवति अत्र अहङ्कारः अत्र अहम् इति पदं परन्तु क्रूधातोः कारः परन्तु अहं समासविग्रहः चिन्तयामि अहम् इत्यत्र मकारस्य स्थाने अनुस्वारः तस्मात् परं कवर्गी अन्तिमव्यञ्जनं परसवर्णादेशः अपि भवति विकल्पेन भवति वा नो चेत् नित्यरूपेण भवति वा परसवर्णादेशः विकल्पेन भवति अत्र अहङ्कारः अत्र अहं तु पदमस्ति अतः मोनुस्वारः इत्यनेन अहं हकारस्य तत्र अनुस्वारादेशः भवति परन्तु तदनन्तरं कारः इति आगच्छति चेत् तत्र वा पदान्तस्य इत्यनेन विकल्पेन भवति इति मम चिन्तनम् अन्यः विषयः अपि अस्ति समासे सन्धिः नित्याः इदं पदं समस्तपदमस्ति चेत् तेन अत्र नित्यरूपेण भवति वा तेन अत्र अहङ्कारः समस्तपदमस्ति चेत् अहम् इति प्रातिपदिकं पदं तु अस्ति परन्तु समासे भवति इति कारणेन तस्य नित्यरूपेण भवति इति चिन्तयामि अतः अत्र तु अनुस्वारस्य ययि परसवर्णः आगच्छति किं वक्तुमिच्छामि भवन्तः सर्वे भिन्नं रूपं दृष्टवन्तः वा इति मम प्रश्नः अनुस्वारयुक्तं रूपमपि भवन्तः सर्वे दृष्टवन्तः वा नो चेत् परसवर्णयुक्तं रूपमेव दृष्टवन्तः वा अहं प्रातिपदिकम् अस्ति चेत् पदं नास्ति समासः सर्वे प्रातिपदिकेनैव भवति अहं प्रातिपदिकं नास्ति भगिनि अस्मद् इति प्रातिपदिकं खलु अहम् इति पदम् अस्ति ओ ओके अस्मत् प्रातिपदिकात् प्रथमान्तं रूपम् अहम् इतोपि अत्र किम् अस्ति भवन्तः सर्वे ईर्ष्या इति पदं ज्ञातवन्तः एव असूया इति अन्यत् पदमस्ति ईर्ष्या इति भिन्नं पदम् असूया इति अन्यत् पदम् असूया इत्युक्ते परगुणेषु दोषारोपणम् ईर्ष्या इत्युक्ते परोत्कर्ष असहिष्णुता, किन्तु असूया इत्युक्ते परगुणेषु दोषारोपणम्। मया किं श्रुतम् इत्युक्ते अहङ्कारः अपि त्रिधा भवति। कोऽपि वदतु, अहङ्कारस्य त्रैविध्यम् अस्ति। अहङ्कारत्वम्, अहङ्कारता, अहङ्कारस्य त्रैविध्यम् इत्युक्ते अहङ्कारः त्रिधा भवति। वदतु। ओ, त्रयप्रकारेण भवति वा भगिनि? आम्। ओ अस्तु, क्षम्यताम्। आम् क्षम्यतां, न जानामि। सात्विक अहङ्कारः, राजस अहङ्कारः, तामस अहङ्कारः, एवम् अहङ्कारस्य त्रैविध्यम् अस्ति। त्रैविध्यं कीदृशं पदम्? त्रिविधा इत्यस्य तत्र भावं, त्रिविधा इत्यस्य भावं त्रैविध्यं। तद्युतप्रत्ययः। उत्तमं। त्रैविध्यम् इति तत्र भवती पृष्टवती अहङ्कारम् इति अनुस्वारसहितं भवति वा इति। मया तु तदेव सर्वत्र दृष्टं भगिनि, अनुस्वारयुक्तपदम् अहङ्कार इति। किन्तु अधुना दृष्टवती तत्र नकार कवर्गीय अनुनासिकव्यञ्जनस्य रूपमपि दत्तमस्ति, रूपद्वयमपि भवति, अतः वैकल्पिकम् एव इति मन्ये। अतः अहं चिन्तितवती वा पदान्तस्य कार्यं करोति वा अत्र इति। आं, करोति इति भाति। परन्तु समस्तपदमस्ति चेत् किं भवति? तत् न जानामि। यत्र यत्र समासः भवति तत्र सन्धिः नित्यः इति नियमः तु अस्ति, किन्तु इदं पदं कथं निर्मितम् इति चिन्तनीयम्। उपपदसमासः वा, कुम्भकारः, तद्वत् अहङ्कारः इति, अहं कारयति इति, अहं भावकारयति इति। अहं पदमस्ति चेत् समासः कथं भवति भगिनि? समासे तु प्रातिपदिकं भवति खलु? आम्। समस्तपदं समासः नास्ति। अहं चिन्तयामि कुम्भकारः, शास्त्रकारः, तद्वत् अहङ्कारः भवति वा इति। न जाने। अहम् अन्यत् पदम् अस्ति वा? अहं तु पदमेव, पूर्वपदं, यथा भगिन्या उक्तं वा पदान्तस्य इत्यनेन विकल्पेन परसवर्णादेशः भवति इति चिन्तयन्ती अस्मि। अहम् इति कारम् अस्ति इति यस्मिन् शब्दकोशं पश्यन्तु, तत्र किं लिखितम् इत्युक्ते अहम् इति ज्ञानं क्रियते अनेन, चिन्तयन्तु, अहम् इति ज्ञानम् अनेन क्रियते, अहमस्मि इति ज्ञानम् अहङ्कारेण भवति। गर्वः इत्यस्मिन् अर्थे लोके तस्य अर्थः भवति। वयं भिन्नविषयं प्रति गतवन्तः। भगिनी एकनिमिषं, सः योग इष्णुच् अस्ति सहिष्णु इति, सहिष्णुयोग तल् अस्ति सहिष्णुता। उत्तमं। सूत्रमस्ति 3-2-1-3-6 इष्णुच् अस्ति। महोदय, भवान् वदतु, किञ्चित् वदतु तस्मिन् प्रसङ्गे। अस्मिन् इष्णुच् इति प्रत्ययः अस्ति, तदेव मया उक्तं, पूर्वं पठितवान्। सहिष्णुता इति सहस्य भावः सहिष्णुता इति मन्ये। प्रत्ययस्य नाम इष्णुच् इति। सहयोग इष्णुच् भवति सहिष्णु, सहिष्णुयोग तल् भवति सहिष्णुता, तत्र तद्धितप्रत्ययः न सहिष्णुत्वं, सहिष्णुता। श्यै प्रत्ययः सर्वत्र भवति वा? महोदय, भवान् जानाति वा सर्वत्र भवति वा श्यै? श्यै प्रत्ययः वा? न जानामि भगिनि, श्यै सर्वत्र भवति वा इति न जानामि। अनेकपदे भवति इति मन्ये। बहुत्र दृश्यते। बहुत्र दृश्यते, आम्, तदेव। उत्तमं, वयं सम्यक् चिन्तनं कृतवन्तः। सर्वेषां कृते धन्यवादाः। धन्यवादः, धन्यवादः, धन्यवादः भगिनी, धन्यवादः भगिनी, नमस्कारः।